नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अत्र धातुपाठे हल्सन्धिः इति पाठे अभ्यासाः आरब्धवन्तः गतसप्ताहे। अद्य तस्य एव अनुवृत्तिः जातः। सस् दिह् इति धातुपर्यन्तं कृतवन्तः। अत्र सस् इति धातुः आरभ्य कुर्मः। अदादिगणे सस् इति धातुः इति तत्र अस्माकं पुस्तकं किल अष्टाध्यायी इति सूत्रपाठः इति पुस्तके 132 पेज् पुटसङ्ख्या उद्घाट्य स्थापयति चेत् सौलभ्यं भवति। सूत्राणां क्रमः अस्ति किल। महोदय, तद् सूत्रक्रमः अस्ति अतः सौलभ्यं भवति। भवान् एव करोतु महोदय। एकवारम् उद्घाटयामि तत् अन्य सूत्रसङ्ख्या भगिनि। न न, सूत्रं पार्श्वे स्थापयतु, रेफरेन्स् इति भवति। धातु कः भगिनि इदानीं? सकारः, सकारः, अकारः, सकारः, सस् इति धातुः अदादिगणीयः। सस् धातु, अस्तु। सस् इदानीं इदानीं तु लट्लकारे खलु, लङ्लकारे, लङ्लकारे खलु, लङ्लकारे वा? आम् आम् आम्, तत्र एव अस्माकं हल्सन्धिः अवसरः किल। सस् सस्योगत् अस्ति। सस्योगत् इदानीम् अडागमः असत् योग सारि असस् योगत् असस्योगत् इदानीं तकार हल्गाभिवृद्धिः सूतिसि अपृक्तहल् इत्यनेन लोपः भवति। असस् इदानीम् अत्र सकारस्य भवति। एकवारं तत्र अनस्तेः खलु, अनस्तेः तिपनस्तेः इत्यनेन तत्र पदस्य दकारः पदस्य सकारस्य दकारदेशः भवति चिपिपदे इति अस्ति। अतः असद् इति भवति, अनन्तरम् असत् इति रूपम् असत् इति रूपं भवति। भगिनी कुत्र भवति? भगिनी कुत्र अस्ति? किं भगिनी कुत्र? अभ्यासः इति भागः, क्षम्यताम्, अभ्यासः इति अद्धादिगणे सस् इति अन्ते करपत्रस्य अन्ते इति न महोदय, सिपि परे किं भवति इति वदति वा? सिपि परे अग्रिमसूत्रमस्ति। एकवारं सिपि परे एकवारं रूर्वा धातोः सिपि धातोः तत्र दकार अथवा रेफा भवति इति अस्ति। अतः असस्य योग सकारस्य लोपः असस् इदानीम् असस्य योग अत्र दकार भवति पक्षे रेफः। अतः असः इति एकं रूपम् अथवा असत् अथवा असद् इति अतः वा पदान्ते इत्यनेन असत् अथवा असद् इति रूपं रूपत्रयं वा अवसाने इति इत्यनेन अवसाने असत् अन्यथा असद् सिपि धातोः रुर्वा इत्यनेन तत्र रुर्वा इत्यनेन दकारादेशः भवति। अनन्तरं तत्र सिपि धातो रूर्वा इत्यनेन किं भवति महोदय? क्षम्यता, अस्तु अस्तु, तत्र सकारस्य रुत्वं भवति, रुत्वस्य इदानीं रुत्वस्य ससदिशोरुः इत्यनेन तत्र तत्र विसर्गः भवति, करवसाने अवसर्जनीय सोरि करवसविसर्जने इत्यनेन अवसाने अस्ति, अतः तत्र विसर्गादेशः भवति, विसर्जनीय विसर्गादेशः भवति, अतः रूपाणि असः रूपाणि असः असः असत् असद् इति रूपत्रयं भवति. सम्यक् भगिनि. भगिनि न अवगतं किं भगिनि, पुनः पृच्छतु. असः केन सूत्रेण आगच्छति? सिपि धातो रुर्वा इत्यनेन रु आदेशः, अनन्तरं करवसाने विसर्जनीयः इत्यनेन विसर्गादेशः, रेफस्य स्थाने विसर्गादेशः. अवगतं वा? अवगतम्. अग्रिम भगिनि, अत्र रुर्वा इति किमर्थम् इति दकार दाय वा इति वक्तुं शक्यते खलु, अन्यथा अपि सत्सरुः इत्यस्य प्रसक्तिः भवति एव खलु, असस् इत्यस्य कस्य कस्य प्रसक्तिः? एकवारम् असस् असस् इति अस्ति, असस् इदानीं दकार नास्ति चेत्, दकारस्य विकल्पं नास्ति चेत् असस् इति अस्ति, पदान्ते अस्ति, अतः सकारस्य सकारस्य रुत्वं भवति एव खलु ससजु इत्यनेन. किमर्थं रुर्वा इति दत्तमस्ति अहं चिन्तितवान् तत्र ससजुषो रुः इति किमर्थं भवति एव सिपि धातो रुर्वा इति न सिपि धातो रुर्वा इत्यस्मिन् दकारस्य तु अवगतं, किमर्थं रुः इति आदेशः रुः इति भवति विकल्पेन अपि भवति इति दत्तमस्ति, तत् इदानीं दकारविकल्पः अस्ति चेत् वृत्तं तु आगच्छति खलु, दकारविकल्पे इदानीं दकारस्य आदेशः नास्ति चेत् असस् इति अस्ति, दकारः आदेशः एव न भवति किल, असस् अकरु इत्येव भवति, असस् इति यद् अस्ति तत्र असरु इति भवति सिपि धातो रुर्वा इत्यनेन. न उक्तवान् न न दकार अस्ति, असद् इति भवति महति एक पक्षे, एकं तु अस्ति जलाञ्जसन्ति न दकार एव खलु, दकार एव खलु जलाञ्जसन्ति इत्यनेन भवति सिपि धातोः रुः दः वा इति अस्ति, रुः किमर्थम् अहं चिन्तितवान् तत् किमर्थम् इति दः वा इति पर्याप्तमासीत् वा इति अहं मम चिन्तनमासीत्, तदेव वयं किञ्चित् पठितवन्तः किल किमपि समुच्चयार्थे आसीत् इति, अत्र नास्ति तत्र तत्र आसीत् किमर्थं तत्र दकारस्य किमर्थं दकारस्य वसुस्रंशु ध्वंसु अनुडहां दः इत्यनेन दकार आगतम् इति अनुवृत्तिसहित आगतम् इति दत्तमस्ति विवरणं, रु इति अहं चिन्तितवान् न अपेक्षितम् इति, किमर्थं तत्र रुः इति मम अवगमने नास्ति, किमर्थम् इति चेत् इवन् विदौट् देट् रुः इति अस्मिन् सूत्रे वि कुड् हेव् अरैव्ड् एट् असः इति, किमर्थं सकार अस्ति पदान्तस्य सकारस्य भवति वा ओ सम्यक् ससजुषो रुः इत्यनेनैव भवितुमर्हति इत्येव वदति किल, आमाम् अतः रुः इति किमर्थं तत्र दत्तमस्ति इति एकं शब्दः एकम् अत्र पदान्तस्य रुत्वं ससजुषो रुः इत्यनेन भवति, पदान्तस्य दत्वमपि आवश्यकं रुत्वमिति अपि आवश्यकम् इति कारणेन सिपि धातो रुर्वा इति यदा समुच्चयार्थे इति दृष्टवन्तः किल, ससदृशो रुः एवं कुर्मः चेत् तत्र रु एव आगच्छति, अस्माकं तद् दकारः तु न आगच्छति किल? आमां, न केवलं दकारस्य आदेशः अपवादत्वेन इति उक्तं चेत् रुः इति पदमस्ति, अहं चिन्तितवान् सः धातोः पदस्य रुः दः वा सिति इति अस्ति, अत्र रुः इत्यस्य अनु इत्यस्य आवश्यकता किमर्थम् इति. समीचीनमेव. विदौट् देट् आल्सो वि कुड् हव् फल्स् रुः आगच्छति खलु. परन्तु प्रायः मम चिन्तनम् एवम् अस्ति, एकस्मिन्नेव सूत्रे द्वयमपि कार्यद्वयं. रुः अपि भवतु धकारः अपि भवतु इति एकस्मिन्नेव सूत्रे यदा ससजुषो रुः इत्यनेन स्वीकुर्मः चेत् तादृशं न आगच्छति. अनन्तरं सिपि परे एव कार्यम् इति तदपि एकं मुख्यविषयम् अस्ति किल. ससजुषोरुः इति पदान्तस्य ऋत्वम् इति भवति इत्येव भवति, तत्र सिपि धातोरुर्वा इत्यनेन सिपि परे धातोः रु रु ध द्वयमपि भवति इति चिन्तनम्, प्रायः तादृशं भवति इति चिन्तनम्. अतः एव पृथक्तया एकं सूत्रं तत्र योजितवान् चेत् तत् प्रायः तदेव प्रयोजनं भवति. धन्यवादः. इति चिन्तयामि, अग्रे किमपि पश्यामि चेत् वदामि. अस्तु, विजया भगिनी, अग्रिमधातुः अस्ति चका. प्रयत्नं करोमि भगिनि. चकास् इति अस्ति अन्तिमवर्णः सकारः, अतः तत्र हल्याद्यो दीर्घात् श्रुतिस्कृतं हल् इति सूत्रेण सकारस्य लोपः भवति. अनन्तरं जलां जशोन्ते इति सूत्रेण जकात् इति भवति वा भगिनि? तस्मात् पूर्वं यदा महोदयः इदानीम् उक्तवान् किल, समाना प्रक्रिया एव, तिपि अनस्तेः इत्यनेन सकारस्य स्थाने धकारादेशः. अनन्तरं वा अवसाने इति सूत्रेण धकारस्य स्थाने प्रथमवर्णः चकात् इति भवति. तावदेव. आम्, सिपि परे सिपि परे अपि समाना प्रक्रिया एव, यदा महोदय सस् उक्तवान् समानप्रक्रिया, चकास् इति एव अस्ति, तावदेव भेदः. अचकास् योगः सिप् सकारः हल्ङ्याभ्यो दीर्घात् सकारस्य लोपः भवति. अनन्तरं जलं जशन्ति इति सूत्रेण तकारस्य स्थाने दकारः सिपि धातु इति सूत्रेण तत्र ऋत्वं भूत्वा अनन्तरं वा अवसाने इति सूत्रेण अनन्तरं चकात् इति भवति आम्, अचकाः अचकाद् अचकात् इति रूपत्रयं. सिपि धातो रूर्वा इत्यनेन ऋत्वं दकारादेशः, वा अवसाने इत्यनेन तकारादेशः इति रूपत्रयं भवति. अस्तु, अरुणा भगिनी, अग्रिमं लिह् इति. किं दातु भगिनि? लिह् लिह् लिह् इति. आम्, अहं पठितवती लिङ्, लिह् लिह् न लिह् लयं इति आगच्छति तत्र. एतत् धातुः एव खलु भगिनि? लिख् इति लिख् लेडि इति भवति किल, तदेव खल लिख् लिख् इति. अनन्तरं ल्यप् ल्यबन्तम् इति उपयोगं कुर्मः चेत् तत्र लयः अपि भवति खलु भगिनि? एतत् पदमेव लिख् एव. ओ समीचीनं अस्तु आं वदतु भगिनि लिश् धातु प्रथमम् अनागम आगच्छति लिश् धातु अनन्तरं होडः इति सूत्रेण हकारस्थाने तस्मात् पूर्वं भगिनि कार्याणि सन्ति लिश् उपादायां लघु इक् वर्णः ओ सार्वधातुक उपदन्तलघुपद्यस्य सूत्रेण अलेह् अलेह् योगः तदनन्तरं खारलोपः हल्नाभ्योः दीर्घः आं भगिनि आं हल्न्याभ्यो दीर्घ सुतिस्य प्रक्तं हल् इत्यनेन तकारलोपः अनन्तरम् अनन्तरं होडः इति सूत्रेण हकारस्थाने ढकार लेड अनन्तरं लेड् चत्वं चत्वसन्धि भूत्वा अलो अलेट् जलां जशोन्ते वा अवसाने इति सूत्रत्रयं क्षम्यतां सूत्रद्वयम् अलेड् अलेट् इति रूपद्वयं तकार सिपि परे किं भवति भगिनि भेदः अस्ति वा किमपि अत्रापि सकार अस्ति सकार सकार लोपः भवति न न तिप्पनस्तेः भगिनि न न तिपि अनस्तेः सकारान्तधातुः एव किं भगिनि सकारान्तधातवः अस्ति चेत् एव तिपि अनस्तेः सिपि धातो रूर्वा इत्यस्य कार्यम् एतत्तु हकारान्तधातुः किल केवलं होडः सामान्यसूत्रं समानप्रक्रिया एव सिपि परे अपि ततः अलेड् समानरूपं समानरूपं समाना प्रक्रिया अलेड् अलेट् सम्यक् अस्तु महोदय भवतः क्रमः एव धन् इति जुहोत्यादिगण दधन् इति रूपं धन् ज्योत्यादिगण अस्तु यत्र द्वितं भूत्वा एकवारं धन् इति खलु धन् धन् दधन् इति दधन् इति रूपं दधन् दधन् इति अत्र दकारस्य तत्र स्वः तदेव खलु दधन् तदेव अस्ति इदानीं तत्र द्वित्वं कार्यं धकार धकार किमपि नास्ति दधन् एव अस्ति इदानीं दधन् योग इदानीम् अडागमः भवति अध अधधन् इति अदधन् योग अदधन् योग तकार अत्र तकारस्य हल्गाभ्यदीर्घसूति सूतिस्य पृथक्तस्य हल् इत्यनेन लोपः भवति अनन्तरं अधधन् धकार धकार अस्ति एकवारं किमस्ति अत्र अन्यकार्यमस्ति दधन् इत्यस्य हा एकवारं बष् भव अस्ति वा इदानीं बष् अस्ति दशन्तधातुः अस्ति जश् अस्ति अतः जशन्त वा हा तदन् नकारः अस्ति किल अन्ते हा अस्तु नकारः अस्ति नकारः अस्ति तदन् अधन् तकारः किमर्थं तत्र एकवारं तत्र जलां जशि इत्यनेन जलां जश् जशि जश् अस्ति खलु अतः दकारः भवति अदधन् इति भवति किं कस्य वर्णस्य महोदय? तत्र सर्वत्र तु स्वरः अपि अस्ति किल, ध धकारः अकारः अकारः अकारः धकारः ओ चर्च् चर् अकारः अकारः धकारः धकारः अस्ति इदानीं अकारः पुनः अस्ति किल, हा अकारः अस्ति नकारः अस्ति अध अधन् इति अस्ति इदानीम् अधन् इति अस्ति इदानीं जलां जलां जश् जशि इत्यनेन तत्र प्रथमदकारस्व अल्पप्राणदकारस्य महाप्राणदकारस्य अल्पप्राणदकारः भवति वा? न, किमपि न भवति, नकारान्त किमपि कार्यं नास्ति, अधन् एव. न, तत्र तत्र जशि नास्ति किल, दकार नकारयोः भवान् करोति चेत् इदानीं इदानीं द्वित्वं द्वित्वं धन् धन् इति अस्ति, धन् धन् अनन्तरं ध धन् इति भवति, तत्र ध धन् इति अस्ति खलु, तत्र इदानीं ध धन् अध धन् इति अस्ति, अध धन् इदानीम् अभ्यासे चर्चा अभ्यासे चर्चा इत्यनेन धन् इति भवति जल् स्थाने चर् चर् भवति वा भगिनि, तत्र चर् इति अभ्यासे चर्चा वा? ओहो, अहं चिन्तितवान् ओ तद् तद् अभ्यासकार्यमेव किल, हा हा हा हा अस्तु अस्तु अस्तु अभ्यासे चर्चा, अहं क्षम्यताम्, अहं चिन्तितवान् तत्र धन् इति एव अस्ति आसीत् इति कृत्वा. अस्तु अस्तु, समीचीनम् अधन् एव, नकारान्तधातुः किमपि कार्यं नास्ति. हा, अहं न अहं चिन्तितवान् धन् एव अस्ति, अतः तत्र दकार अस्ति महाप्राणदकार अस्ति, तत् तस्य अल्पप्राणः भवति, अनन्तरं जश् अस्ति, जश् वर्णः अस्ति खलु, जश् अस्तु अभ्यासकार्यमेव, अभ्यासे चर्चा इत्यनेन अस्तु क्षम्यतां भवति एव, समीचीनं अभ्यासे अतः अधन् एव अददन् अत्र इदानीं सिपि परे का किमपि तदेव कार्यमस्ति, किमपि सकारस्वलोपः भवति, अददन् इति एव रूपम् अग्रिममपि करोतु महोदय. भगिनी भगिनी एतत् अददन् प्रक्रिया एकवारं वदतु भगिनि पुनः अपि प्रक्रिया वा? तत्र धन् धन् इति श्लौ इत्यनेन भवति, अनन्तरं धधन् इति हलादिशेषः इत्यनेन नकारलोपः, अनन्तरं प्रथमवर्णः अस्ति किल तस्य अल्पप्राण प्रथमदकारस्य अल्पप्राण आदेशः अभ्यासे चर्च इत्यनेन, अनन्तरम् अडागमः अदधन् योगः तकारः तप्रत्ययः हल्ञाभ्यो दीर्घाच्युतिस्य प्रथम हल् इत्यनेन तप्रत्ययस्य लोपः पदसंज्ञा जातः अदधन् इति रूपम् अन्तिमरूपम्. किमपि कार्यं नास्ति, धन्यवादः महोदय. दिश् अपि करोतु महोदय, तत्र किं कार्यमस्ति इति पश्यामः. महोदय दिश् एकवारं महोदय दिश् इति वा? दिश दिश् धातु तत्र गण कस्मिन् गणे अस्ति भगिनि? तत्र जुहोत्यादिगण गणाः एव दिश् अस्तु. महाप्राणध महाप्राणध महाप्राणध महाप्राणध अस्तु. दिश् मूर्धन्यशकारः दिश् इति अस्तु अस्तु. दिश् इदानीं दिश् योग दिश् इति अस्ति इदानीं तत्र दिश् दिश् दिश् इति भवति, अनन्तरं दिश् दिश् दिश् इदानीं तत्र दिदिश् इति दिदिश् इति भवति वा दिदिश् समीचीनम् अभ्यास ह्रस्व भवति चर्च इति अत्र दिदिश् इति दिदिश् योग तकार इदानीं दिदिश् योग तकार अस्ति अडागमः भवति अदिदिश् योग तकार तस्य लोपः भवति अधिदेश् सोरि क्षम्यतां लोपः तत्पूर्वम् अधिदेश् इति अस्ति अधिदेश् इति भवति अधिदेश् इति भवति अधिदेश् इदानीं तत् अधिदेश् अस्ति शकार अस्ति तर्हि अधिदेश् इत्यत्र तत्र जलां जशवन्ति इत्यस्य प्रसक्ति अधिधेड् अथवा वावसानित्यनेन तत्र अधिधेट् इति भवति समीचीनं जलां जशोन्ते वावसाने वावसाने सिपि परे अपि तदेव अस्ति सकारस्य गुणः भवति अधिधेड् अथवा अधिधेट् इति समीचीनं सकारान्तदातवः अस्ति चेदेव तत्र रूपद्वयं भिन्नरूपाणि भवति अस्ति किल चिन्ता अस्तु विजया भगिनी निज् प्रयत्नं करोति वा अरुणा भगिनी भवती करोति वा निज् भगिनी भगिनी ने निज् इति अन्तिमरूपं लिट् भवति वा न न न अस्माकं यङ्ग् लुक् एव यङ्ग् लुगन्तदातवः किल क्षम्यतां जुहोत्यादिगणः एव निज् निज् इति प्रथमं भवति वा समीचीनम् अनन्तरम् अनन्तरं अभ्याससच्च इति सूत्रेण तत्र किं भवति भगिनि तत्र निजां त्रयाणां गुणः श्लौ इति एकं सूत्रमस्ति यत् न पठितवान् अभ्यासे 7475 न पठितवन्तः अग्रे आगच्छति निजां त्रयाणां गुणः श्लौ इत्यनेन अभ्यासवर्णस्य गुणः भवति 7475 इति सूत्रसङ्ख्या नेनिज् इति रूपं यद् महोदयेन तत्र स्थापितं नेनिज् इति रूपं निजां त्रयाणां गुणः श्लौ श्लौ परे निजां त्रयाणां गुणः भवति इत्यनेन नेनिज् इति आगच्छति अनन्तरं वदतु भगिनि अनेनिज् योगः तक् तप्रत्ययः तप्रत्ययः तत्र हल्जाभ्यो इति सूत्रेण उपदायां गुण इक् वर्णः अस्ति अतः प्रथमं किं कार्यं गुणः भवति अतः एव तत्र ने इति भवति अनेनेज् योगः तप्रत्ययः अनन्तरम् एकनिमिषम् तत्र अनन्तरं तत्र वा अवसाने इति सूत्रेण तत्र नेनिच् इति भवति तावदेव तस्मात् पूर्वं कार्यम् अस्ति तस्मात् पूर्वं जलं जशन्ति इति सूत्रेण तत्र जकारस्य स्थाने एव किं भवति अत्र अहं न जानामि भगिनि अन्ये जानन्ति वा अरुणा भगिनी जानन्ति वा किं भवति अत्र अनिज् तद् भवति नूतनसूत्रेण निजात्रयां किं सूत्रं न अन्ते अनेनेज् इति यदा अस्ति इदानीं पदसंज्ञा जातः इदानीं कस्य सूत्रस्य प्रसक्तिः कुत्वं भवति किल किं भगिनि क्षम्यता अरुणा भगिनि चकारः इति सूत्रेण ककारः समीचीनम्. अनन्तरं वावसाने इत्यनेन सकारादेशः ध्वनिः आगच्छति, अतः एव न शृ इदानीं वदतु भगिनि अरुणा भगिनी, किम् अस्ति चोः कुकु इत्यनेन ककार आगच्छति, तदनन्तरं वावसाने इति सूत्रेण अनेनेग् इति सम्यक् सम्यक् चोः कुः जकारः अस्ति, अतः चोः कुः इत्यनेन ककारादेशः, अनन्तरं वावसाने इत्यनेन ककारादेशः. सत्यं समीचीनं सम्यक्. चोः कुः इति सूत्रेण किं भवति भगिनि? चोः कुः इत्यनेन चवर्गस्य स्थाने कवर्गादेशः, अतः जकारस्य स्थाने घकारादेशः, समीचीनम् इत्यनेन ककारादेशः, समीचीनम्. अग्रिमम् अरुणा भगिनी तुर् करोति वा? गृहकार्यं न कृतवती. समीचीनमेव भगिनि, करोतु, सरलमेव अस्ति. तुतुर् इति भवति. ओ चुर् अस्ति वा? अस्तु अस्ति. तकारलोपः भवति अदागमपद प्रथमम् अतुतु तकारलोपः लाभ्यो दीर्घ उप तस्मात् पूर्वम् उपादायाम् इक् वर्णः अस्ति. क्षम्यतां भगिनि सर्. उपगन्तलघुपदस्य सूत्रेण अतुतो भवति, अतुतुर् तकारलोपः, अतुतुर् विसर्ग षष्ठचतुरुः इति सूत्रेण विसर्गः भवति अतुतो अतुतोः इति रूपम् इति अहं वदामि. सम्यक्, तावदेव तावदेव कार्यं तत्र, किमपि अन्यकार्यं किमपि नास्ति. रेपान्तः किल विसर्गस्य रेप अतोथोर् इति अस्ति, इदानीं करवसानि और् विसर्जनीयः इत्यनेन विसर्गादेशः अतुतोः इति भवति, तावदेव किमपि कार्यं नास्ति अत्र. समीचीनं. भवती विजया भगिनी जन् धातुः करोतु भगिनी, बहु सरलम् अस्ति, किमपि नास्ति तत्र. जन् धातुः तत्र जन् जन् इति भवति वा भगिनी? श्लौ समीचीनं, श्लौ इत्यनेन जन् जन्. अनन्तरम् अभ्यासस्य च इति सूत्रेण हलादिह्रस्वं भवति छजन् इति भवति वा भगिनि प्रथमं? न न, हलादिह्रेषः इत्यनेन जजन् इति भवति. इदानीं वदतु अजजन् योगः तकारः तप्रत्ययः. अजजन् इति तकारः तकारस्य लोपः केन सूत्रेण भवति? अल्गाभ्यो इति सूत्रेण सिति तावदेव लोपः भवति. अनन्तरं तत्र अजजन् इति अस्ति. तावदेव किमपि कार्यं नास्ति, अजजन् एव नकारान्तपदम् अस्ति चेत् किमपि कार्यं नास्ति. अजजन् प्रथमपुरुष बहुवचनं खलु भगिनि एतत्? न न, एकवचनमेव किल, भवती तकारः एव योजितवती किल. अस्तु अस्तु, अजजन् इति रूपं प्रथमपुरुष एकवचनरूपम् अन्तिमरूपं. समीचीनम्. अग्रे सरामः. महोदय रुदादिगणे करोति वा? हा, रुदादिगणे विच् धातु अस्ति, विच् रुदादिभ्यस्तम् इत्यनेन तत्र न इति मध्ये भवति अन्तिम अच् वर्णतः भवति, विनच् इति अस्ति, विनच् योगत इदानीम् अविनच् योगत तकारस्य लोपः अविनच् अविनच् इदानीं चोः कुः इत्यनेन अत्र अविनच् अत्र इदानीं गुणः न भवति अविनच् अविनक् चोः कृते अविन अविनज् अथवा वावसाने वावसाने वा वावसाने अविनक् इति भवति. समीचीनम्. युज्जपि परे तदेव तदेव अस्ति. युज् इति अस्ति. युज् इदानीं तत्र ऋतादिप्रश्नम् इत्यनेन नकारः उकारः अनन्तरं भवति न इति उन युनज् इति इदानीम् अङ्गमस्ति. अडागमः भवति लुङ् लङ्गंषु अट् उदात्तः इत्यनेन अयुन अयुनज् अयुनज् अयुनज् योगत् इति अस्ति. तकारस्य लोपः हल्गदीर्घसूतिस्ति सत्यं हल् इत्यनेन युनज् युनक् युनज् इति अस्ति. चोः कुहि इत्यनेन युनग् इति भवति अथवा वावसान् इत्यनेन अयुनक् अयुनग् इति रूपम्. समीचीनं महोदय, धन्यवादः. विजया भगिनी अग्रिमम्. छिद् छिनत् इति भवति. छिद् छिनत् इति भवति. तत्र अडागमः अछिन्नद् इति भवति. अनन्तरं जलाञ्जषन्ते इति सूत्रेण छिन्नद् तत्र तकारः अल्यग्भ्यो इति सूत्रेण तकारस्य लोपः भवति. अनन्तरम् अछिन्नद् इति भवति. तत्र जलां जषन्ते एव कार्यं करोति खलु भगिनि? तत्र दकारः एव अस्ति वा अवसाने जलां जषन्ते. जलां जषन्ते इत्यनेन किमपि परिवर्तनं न भवति. अचिनद् अचिनदेव अस्ति. अनन्तरं वा अवसाने इत्यनेन अचिनत् अचिनत् इति प्रथमवर्णम् अस्तु. तत्र एकं कार्यमस्ति, तद् प्रायः अत्र न प्रदर्शितम्. अच्छिद् इति धातुः यदा छिनद् इति भवति तत्र तु छेच इति सूत्रेण तत्र चकार आदेशः च अल्पप्राणचकारस्य आदेशः तत्र भवति. तुक् आगमः न आदेशः न आगमः भवति. ह्रस्वात्स्वरात् परः चकारः आगच्छति चेत् ह्रस्वस्य तुक् आगमः इति कृत्वा अचिनद् इति भवति. न चकार महाप्राणचकारात् पूर्वम् अल्पप्राणचकारः यदा स्मरन्ति चेत् वयं यदा तदेव गच्छति इत्यत्र दृष्टवन्तः. तुक् सहित च तुक् आगमः इति दृष्टवन्तः. तदेव कार्यम् अत्र चेच इत्यनेन तुक् स्थानिनः अनन्तरं भवति. सो अस्तः ह्रस्वस्वरः इकारः स्थानिनः अनन्तरम् अचिनद् इति भवति. आं तदेव भवति. अचिनद् अचिनद् इच् इच्च इति भवति. तदेव कार्यं पुनः यदा वयं सकारे परे कुर्मः तत्रापि तदेव कार्यं भवति. परन्तु एकम् अन्यत् सूत्रमस्ति येन रूपत्रयम् आगच्छति. सूत्रं किं भगिनि वदति वा? किं भगिनि? अत्र अच्छिनद् योगः सिपि परे रूपत्रयम् आगच्छति. सूत्रं किम् इति स्मरति वा? अच्छिनद् अच्छिनत् इति रूपद्वयम् अच्छिनदः इति दश्च इति अस्ति. धातोः पदस्य ऋत्वं भवति इति अस्ति. परे ऋत्वम् इत्यनेन रूपत्रयम् अच्छिनः अच्छिनत् अच्छिनत् इति रूपत्रयं भवति. तदेव भेदः. तत्र दश्च इति सूत्रस्य कार्यम् इति. अस्तु, समीचीनम्. अत्र चेच स्मरन्तु सर्वे. तद् यत्र यत्र ह्रस्वस्वरात् परः चकारः आगच्छति तत्र सर्वत्र तुकागमः ह्रस्वस्वरस्य तुकागमः इति भवति इति. तदेव तत्र अग्रिमं कुर्मः. वदतु तिपि धातो इति सूत्रं कुत्र कुत्र निमित्तानि किं भगिनि? सकारान्तदातवः अस्ति चेदेव सिपि धातो रूर्व, दकारान्तदातुः अस्ति चेत् दश्च. पुनः वदतु भगिनि. सकारान्तदातवः अस्ति चेत् सिपि धातो रूर्व, तत्र सिपि धातो रूर्व इत्यनेन रू अपि आदेशः भवति, दकारः अपि आदेशः भवति. दश्च इति सूत्रं सिपि परे एव कार्यं तस्यापि, परन्तु तत्तु दकारान्तधातुः अस्ति चेत् एव कार्यम्. अतः अचिनद् इति दकारान्तधातुः, दश्च इत्यस्य कार्यं. यदा सकारान्त सस् इति कृतवन्तः किल, सकारान्तधातुः अस्ति चेत् सिपि धातो रूर्व. धन्यवादः. भवती एव करोतु भगिनि अग्रिमं. रुद् किल अग्रिमम्? आम्, रुद् रुणद् इति. रुद् धातु रुणद् भवति. रुणद् योगः प्रथमम् अडागमः रुणद्, तदनन्तरं तकार अस्ति, तकारलोपः हल्नाद्यूपेन अनु रुणद्. तकारस्थाने चष्वर्णः अस्ति. जलां चषुवन्ति दकार भवति भगिनि. सम्यक्. तदनन्तरं वावसाने रुणत् भवति. रुणत् भवता भवति. सिपि परे दश्च एव कार्यम् अत्रापि. दकारान्तधातुः अस्ति किल. अत्रापि रूपं त्रयं खलु भगिनि? आम्, दश्च इत्यनेन ऋत्वं. वदतु भगिनि. ऋणदः अरुणद् अरुणत् अनन्तरम् अरुणः. प्रथमं ऋत्वं भूत्वा अनन्तरम् आदेशः. आम्, अरुणः अरुणद् अरुणत् इति रूपत्रयं भवति तत्र. समीचीनम्. अग्रिमं किम्? आं महोदय, भुज् धातुः. किं भगिनि? भुज् भुज् धातु इदानीं भुनज् इति भवति विकल्पतेन भुनज् अभुनज् योगात् इति अस्ति, लोपः भवति. अभुनज् इति इदानीम् अभुनज् अभुन् चोः कोहितनेन अभुनग् अथवा अभुनक् इति वा अवसाने इत्यनेन रूपद्वयं. सिपि परे तदेव कार्यं किमपि नास्ति चिन्तयामि. किमपि नास्ति. आम्, दकारान्त सकारान्तदातवः अस्ति चेदेव तत्र रूप सिपि परे कार्यभेदः अस्ति किल. अचिनद् तत्रापि रूपत्रयम् आगच्छति. रुद् इत्यत्र रूपत्रयं, भुज् इत्यत्र किमपि कार्यं नास्ति. शिश् अपि करोतु महोदय. शिश् दातु शिष्योग शिष्योग लङ् त इति अस्ति. इदानीम् आशिष् एतत् शिश् दातु कुत्र भगिनि? रुदादिगणे अस्तु. अशिनाश् क्षम्यताम्, अशिनाश् इति अस्ति. अशिनाश्योग सोरि शिनाश्योगत् इदानीम् अशिनाश्योगत् अशिनाश् इति भवति. अशिनाश् इति अस्ति. अशिनाश् इदानीं तत्र जलां दर्शवन्ति इत्यस्य अस्ति. अतः अशि अशिनड् अथवा अशिनट् इति रूपद्वयं. तदेव वा? अशिनड् अशिनट्. हा, तर्हि यत्र किमपि कार्यं नास्ति सिटि परे अपि तदेव कार्यमस्ति अतः तद् जष्ट्वं यद् कुर्मः जलां जशोन्ते इत्यनेन तत्तु नित्यसूत्रमस्ति तद् तस्य कार्यं वैकल्पिकं नास्ति परन्तु वावसाने इति विकल्पः अस्ति तद् मनसि भवेत् सर्वत्र सर्वदा यद्यपि वयं रूपद्वयं साधयामः वावसाने एव वैकल्पिकरूपं जष्ट्वं तु नित्यमेव तद् स्मर्तव्यं सर्वदा अस्तु विजया भगिनी रिच् रिच् इति अस्ति तकारस्य लोपः अल्ग्याभ्यो इति सूत्रेण तकारस्य लोपः भवति अरिच् इति भवति अडागमयोजनेन अनन्तरं चोः कुः इति सूत्रेण चकारस्य स्थाने जलं जसन्ति इति सूत्रेण चकारस्य स्थाने जकारः आगच्छति अनन्तरं वा अवसाने इति सूत्रेण प्रथम अरिनच् इति एव भवति किमर्थं तत्र जलं जशोन्ते भगिनि चोः कुः इति सूत्रेण चकारस्य स्थाने जकारः चोः कुः एव पूर्वसूत्रमस्ति चोः कुः इत्यस्य एव कार्यं जलां स्थाने जश आदेशः किल जलां जशोन्ते इति एतत् अग्रिमसूत्रमस्ति खलु भगिनि जलां जशोन्ते इति सूत्रेण चोः कुः पूर्वसूत्रं पूर्वसूत्रम् अनन्तरं अरिज् इति जलां जशन्ति इति सूत्रेण अरिज् इति भवति अनन्तरं वा अवसाने इति सूत्रेण पुनः अरिच् एव भवति अस्तु अस्तु आम् अरिनग् इति भवति अरिनग् इति भवति जलां जशन्ति इति सूत्रेण अनन्तरं अरिनक् इति भवति वा अवसाने इति सूत्रेण अरिनक् इति प्रथमवर्णः आगच्छति समीचीनम् अग्रिममपि करोतु कृपया अनन्तरम् उद् उनद् इति अस्ति सकारस्य लोपः अल्य अभ्यो इति सूत्रेण भवति औन्नद् इति अस्ति तत्र दश्च इति सूत्रं कार्यं करोति औनदः इति अस्ति तत्तु सिपि परे यदा भवती उक्तवती तिप् परे तिपि परे सिपि परे अत्र उनदः इति अस्ति औनदः किमर्थं भगिनि तत्र तत् सकारान्तदातवः अस्ति चेदेव एव तत्र एतत् सूत्रं तत्र कार्यं न करोति दच्च एव कार्यं करोति अतः तत्र विसर्गः भवति एव खलु तत् सिप्पि परे यदा भवती वदति दश्च इति सूत्रं सिप् प्रत्ययः अस्ति चेदेव तस्य कार्यं तिप् प्रत्ययः अस्ति चेत् तत्र किं कार्यम् इति अहं पृष्टवती औनद् सकारलोपः अनन्तरं औनद् जष्ट्वं भूत्वा दकारः आगच्छति औनद् अनन्तरं वा अवसाने इति सूत्रेण औनत् इति प्रथमवर्णः अस्ति सिपि परे तत्र कार्यं न अस्ति खलु भगिनि किल अन्तिमवर्णः एव औनत् इति वा अवसाने इति सूत्रेण औनत् एव अन्तिमरूपम् औनद् औनत् औनः दश्च इति सूत्रेण दकारादेशेन औनः रूपः अत्रापि त्रयं भवति समीचीनं किं कारणेन भवति भगिनि? उन्नत् तत्तु अस्माकम् आडजादीनाम् इत्यनेन आकारः आगच्छति किल, उनद् अजादिधातुः, अनन्तरम् आटश्च इत्यनेन वृद्धिः औनद् इति भवति. अस्तु, अरुणा भगिनी भवती एव करोतु भगिनी. हिंस् इति धातुः अग्रिम. एकनिमिषं, ध्वनिः आगच्छति. परस्थाने नकार आगच्छति. न न, हिंसा अत्र सुधादिगणेशना प्रश्नम् आगत्वा हेनस् इति रूपमस्ति. अहिनस् तकार लोपः भवति हल्लादिभ्या इति. अहिनस् विसर्ग अहिनः अत्र अत्र भवत्याः प्रश्नस्य उत्तरं तिपियन् अस्ति. हे इत्यस्य कार्यं सकारान्तधातुः अस्ति किल, अहिनद् वदनम् अहिन् आं भगिनि अहिनद् अहिनत् तत्र विसर्गः न आगच्छति. सिपि परे एव विसर्गः, दका रूस्थाने विसर्गः. इदानीं करोतु अहिनस् योगः सिप् अहिनत् अहिनस् योगः तिप् सिप् दकार अहिनः एकरूपं परे उक्त्वा अहिनद् अहिनत् तदवगच्छति वा कथम् आगच्छति इति? सिपि धातो रूर्वा इति यद् सूत्रमस्ति तत्र अहिनस् इति यत् सकारः अस्ति, सकारस्य स्थाने रु आदेशः भवति, रु स्थाने विसर्ग आदेशः अहिनः. अनन्तरं समानरीत्या सकारस्य स्थाने दकार आदेशः अहिनद्, अनन्तरं वा अवसाने अहिनत् इति रूपत्रयं. सकार सकारान्तधातुः अस्ति चेदेव कार्यम्. तिपि अनस्तेः इत्यनेन रुत्वं न भवति. तिपि अनस्तेः इत्यनेन दकारादेशः एव भवति अहिनद्. अतः भेदः अस्ति. आम्, अग्रिममपि करोतु भगिनि. बिद् क्षम्यतां भगिनि, करपत्रम् अहं वदामि. रूपं बिद् भिनद् इति प्रायः भिनद् इति अभिनद् दकार अस्ति केवलम् अभिनत् भवति भगिनि. सम्यक्. आम्, सकारे परे सकारे परे अभिनदः. समीचीनं, तत्रैव दश्च इत्यस्य कार्यम्. सम्यक्, तदेव स्मर्तव्यम्. सूत्रं न कार्यं करोति भगिनि. न न न, दश्च एव सिपि परे दश्च, दश्च इत्यस्यैव कार्यम्. अपवादम् अपवादः अस्ति किल, तस्य सूत्रेण धन्यवादः. सम्यक्, अभिनद् अभिनरु अभिनः अभिनत् अभिनद् इति. सम्यक्, अस्तु महोदय. तृह् तृणेः इति अस्ति किल? आम्, तृणे तृणे तृह् इति धातु रुदादिगणे तृणाः इति भवति. तृणाः इदानीं तृणः किमस्ति अत्र इम् इम् इति इडागमः भवति वा? न न न, तृणः इम् इत्यनेन गुणः भवति. तृणः इति अत्र ईग अकारस्य स्थाने मिद् मित् आगमः इकार आगमः वा? इम् इति न महोदय, तृणहिम् इति सूत्रेण तृणहिम् आगमः. तृणहिम् इत्यनेन गुणः भवति. अस्तु, इम् इत्यनेन गुणः भवति. तत् तृणे तृणेः इति भवति वा? सेवेन् त्री इति अस्ति किल, अस्माकं सार्वधातुक अर्धधातुकयोः यत्किमपि अस्ति तत्र भवति सेवेन् त्री टु सेवेन् त्री फोर् सार्वधातुक अर्धधातुक तस्मिन्नेव प्रक्रियायां तत्र आगच्छति. हलि इमा इति आदेश तृणः इत्यसङ्ग इमागमः भवति तत्र इम इति आगमः तत्र दत्तमस्ति 7392 तृणः इम् इति दात् इम् इति आगमः तृणः इम् इति अतः मित् मित् अस्ति अतः तत्र तृण इ हा भवति तृण इ हा अनन्तरं तत्र गुणः भवति ओ इम् आगत्य गुणः अस्तु इम् आगत्य गुणः इमा आदे इमः इति आगमः अस्ति अतः इदानीं तृण तृणः इति मित् अस्ति अतः अकारात् परः आगच्छति तृण योग इ योग अ ह तृणे इदानीम् अतृणेह योग अतृणेह योग अतृणे हकार वा ह एव खलु अकार ईकारयोः आद्गुणः इति भवति वा अतृणेः योग अतृणेः योग अतः तत्र अन्यथा अस्तु अतृणेः अन्यथापि भवितुम् अर्हति खलु तृण भगिनीन्द्रस्तमः इति सूत्रेण हकारस्य स्थाने डकारः आगच्छति वा अतृणेडि तद् अनन्तरं भगिनि दत्वम् अनन्तरं होडः इत्यनेन तत्र भगिनि अत्र तृण अस्तु न क्षम्यताम् अत्र गुणः न भवितुमर्हति खलु नः इति अकारः अस्ति अतः सार्वत्रिक किमपि अन्यसूत्रेण न भवति अस्तु तृणेः इदानीं तृणेः योग तृणेः योगत् अतृणे अस्तु अतृणेः इति भवति अतृणेः इति अस्ति अतृणेः होड इत्यनेन अतृणेढ् इति ढकार अनन्तरं ढकारस्य इदानीं तु जलं दशम अतृणेड् अथवा अतृणेट् इति रूपद्वयम् अतृणेड् इति अस्ति अतृणेट् इति विकल्पेन भवति अग्रे अत्र सिपि परे अपि तदेव अस्ति अतृणे तत्रापि इदागमः भवति वा एकवारं हलिपिति ओ अस्तु हलिपिति सर्वदातुके आम् अतः तदेव रूपं यदङ्गमस्ति तस्य इमागमः भवति किल इमागमः इमागमः भूत्वा अकार ईकारयोः आद्गुणः इत्यनेन गुणः त्रिणेः इति भवति अग्रे करोतु महोदय यङ्ग् लुकि अग्रिमं यङ्ग् लुकि लबि ओ अस्तु लबि एकवा लबि अवसंसरणे भ्वादिगणे लब् इति भवति लब् इदितो नुम् धातोः इत्यनेन इतो इतो इदित् अस्ति अतः लम्ब् इति लम्ब् इति भवति अनन्तरं लम्ब् इत्यस्मिन् नश्च पदान्तर्जलि इत्यनेन नकारस्य अनुस्वारः भवति लम् लम्ब् इति अनुस्वारस्य परसवर्ण इत्यनेन परसवर्णः भवति लम्ब् इति भवति इदानीं लम्ब् इति अस्ति लटिरूपं लम्ब् योग शप् योगते लम्बते इति रूपमस्ति अत्र लङ्गि अलम्ब् अलम्ब् योग अयोगत अलम्बत किमर्थं भगिनि अलम्ब् योग अलम्ब् शप् अस्ति क्षम्यताम् एतत् आत्मनेपदे अस्ति अलम्बत विकण्पते अलम्बत इति आत्मनेपदे अलम्बत अलम्बत हल्सन्धेः अभ्यासस्य अवसरे नास्ति यतोहि अङ्गम् अदन्तम् आम् आम् अस्तु परन्तु यङ्ग्लुकि लबि इदानीम् इदितनुं धातोः लम्ब् इति भवति नश्चपदान्तस्य लम्ब् अनन्तरम् अनुस्वर्थे परस्वर्णे लम्ब् इति इदानीं लम्ब् इति द्वित्वं लम् लालम्ब् इति भवति लालम्ब् इति धातुः अस्ति लालम्ब् इति भवति लालम्ब् इति धातुः लङ्गीरूपं कथं भवति इति पुनः अस्ति वा अस्तु लबि इदानीं लब् भवति युतनुं धातु इति लम्ब् नश्चपतञ्जलि इति लम्ब् अनुस्वार्थे परस्वर्णे इति लम्ब् इति भवति इदानीं लालम्ब् इति अस्ति अडागमः अलालम्ब् योगा त इति अलालम्ब् त अलालम्ब् इति अस्ति पदसंज्ञायां सत्यां संयोगान्तस्य लोपः आं सत्यम् अलालम् अलालम् इति अलालम् इति अस्ति मोः नोः धातोः इत्यनेन मकारान्तस्य धातोः पदस्य नकारादेशः भवति महनः धातोः इति अस्तु पदान्तस्य पठितवन्तः वा प्रक्रिया समीचीनं वा महोदय यत् भवान् पठितवान् इदानीं अलालं समीचीनं खलु भगिनि तत्र सूत्रसङ्ख्या पश्यतु एकवारं इतोनं धातोः इति अस्ति नश्च पदान्तस्य जलि इति अस्ति तत् समीचीनमेव नश्च पदान्तजलि सेत्रि लम्ब् लम्ब् अलालम्ब् अलालम्ब् हल्गे अपि सेवेन् त्रि संयोगान्तस्य लोपः एव अलालम्ब् अलालम्ब् संयोगान्तस्य लोपः संयोगान्तस्य लोपः पश्यति वा अलालम्ब् इति रूपम् एकवारम् अलालम्ब् अलालम्ब् अलालम्ब् केन भवति ओ अस्तु अलालम्ब् अनुसरति परसवर्ण अस्तु अस्तु अस्तु अस्तु तद् न पश्यति फोर् तर्टि अस्तु एय्ट् फोर् अस्ति आमां सत्यं मोनो धातुः पश्यति वा यदा संयोगान्तस्य लोपः एव तद् कार्यं न पश्यति चेत् मोनो धातोः कार्यं कथं न भवति तद् न भवति अस्तु अस्तु इति चिन्तने तदेव अस्तु अस्तु अनेक तदेव अग्रे आगच्छति तद् दोषः अस्ति इति प्रथमं दोषयुक्तप्रक्रिया प्रदर्शितवान् महोदयेन अनन्तरं वदति कथं किमर्थं दोषः इति समीचीनं विजया भगिनी पठति वा तत्र इति चिन्तने सति वस्तुतस्तु अनेकसमस्याः सा च एताः प्रथमबिन्दुः अस्ति संयोगान्तस्य लोपः सूत्रं तु अष्टाध्याये द्वितीयपादे त्रिविंशतिः तम इति त्रिपादिसूत्रं न च पदान्तस्य जलि इति सूत्रं तु अष्टाध्याये तृतीयपादः अस्ति च अनुस्वारस्य ययिपरसवर्णः तु अष्टाध्याये चतुर्थपादः च सूत्रत्रयं प्रति पूर्वसूत्रम् अतः संयोगान्तस्य लोपः अष्टाध्याये द्वितीये पादे तु अलालम्ब् इत्येव पश्यति अलालम्ब् इत्यस्य एव बकारस्य लोपः करोति येन अलालन् साक्षात् सिद्ध्यति एव किमस्ति भगिनि तत्र संयोगान्त्य लोपः किं करोति चेत् तत्र अलालम् एव अस्ति तत्र मध्ये नकारः अस्ति अनुस्वारस्य ययिपरसवर्णः एतत् परसूत्रमस्ति परसूत्रस्य विषयः पूर्वं प्रति परसूत्रम् असिद्धं भवति खलु भगिनि अतः तत्र कार्यं न करोति त्रिपाद्यां पूर्वं प्रति परसूत्रम् असिद्धं अतः कस्य कार्यं न भवति? तत्र अलालन्ब् इति नकारस्य नच्चपदान्तस्य जलि इति सूत्रस्य कार्यम् असिद्धं भवति, कार्यं न भवति एव. अनुस्वारस्य इ परसवर्णः इत्यस्य कार्यं न भवति. संयोगान्तस्य लोपः इदानीमपि अलालम्ब् इत्येव पश्यति. यद् नश्चापदान्तस्य जलि वा अनुस्वारस्य इ परसवर्णः वा आगत्य यत्किमपि कार्यं करोति तद् संयोगान्तस्य लोपः दृष्ट्या असिद्धम् अस्ति इति कृत्वा अलालम्ब् इत्येव दृष्ट्वा बकारस्य लोपः कृत्वा अलालन् इति करोति. द्वितीयबिन्दुः पठतु भगिनि. द्वितीयबिन्दुः संयोगान्तस्य लोपः. एतत् अष्टाध्याये द्वितीयपादे अस्ति. इत्यनेन अलालम्ब् अलालम् इति स्वीकुर्मः चेदपि निमित्त अपाये नैमित्तिकस्य उपायः अपायः तत्र किम् अस्ति? अत्र पूर्वत्र सिद्धम् इत्यनेन नश्चपदान्तस्य जलि इत्यत्र शास्त्र असिद्धमस्ति. न न न तस्मात् पूर्वमस्ति. चार् नाम निमित्तस्य अपाये संयोगान्तस्य लोपः इत्यस्य अधः एव दत्तमस्ति. यदा भवती पठितवती तत्र एव अस्ति नाम निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः. आम् तत्र बकारः तु अनुस्वारस्य मकारस्य च निमित्तम्. अनुस्वारः तत्र मकारस्य निमित्तमस्ति. तस्य अपाये नैमित्तिकस्य अपि अपायः. अनेन मकारः पुनः नकारः भवति अलालन् इति. तत्र यद् निमित्तस्य अपाये मकारस्य स्थाने पुनः नकारः आगच्छति, अतः अन्तिमरूपम् अलालन् इति अस्ति इति चिन्तनद्वयं प्रदर्शितं. तर्हि मोनो इति न आवश्यकम्. समीचीनमपि नास्ति. न न तत् प्रक्रियादोषाय एव. तत्र यद् इदानीं निमित्त अपाये नैमित्तिकस्य अपि अपायः इति यद् तत्र प्रदर्शितं तदपि न स्वीकरोति केचन वैयाकरणाः इति अग्रे एव महोदयेन प्रदर्शितम्. अतः तत्र किं वदति इत्युक्ते यदा नश्चापदान्तस्य जलि वा अनुस्वारस्य ययि परसवर्णः वा स्वीकुर्मः चेत् तत्र बकारः निमित्तं किल अनुस्वारस्य, अनन्तरं मकारः अपि बकारस्य कारणे एव आगच्छति. यदा तद् बकारः एव वयं लोपं संयोगान्तस्य लोपः इत्यनेन कुर्मः चेत् तद् यद् निमित्तम् आसीत् तस्यापि लोपः भवति, अतः अलालन् इत्येव रूपम् आगच्छति इति वदति. तदपि एकं चिन्तनमेव चिन्तने सति इति उक्तवन्तः किल. अतः चिन्तनद्वयम्. इदानीं तृतीयचिन्तनं किम् इति पश्यामः. अरुणा भगिनी पठति वा? तदेव भगिनि नामनिमित्त न तस्मात् अनन्तरं संयोगान्तस्य लोपः इत्यनेन अलालम् इति स्थितौ निमित्तिकस्य अपायं न कुर्मः चेदपि मोनो धातोः इति अपि त्रिपाद्यं पूर्वत्रिपादिसूत्रं नश्च पदान्तस्य जलि च अनुस्वरस्य पदसवनयोः कार्यमेव न पश्यति. इदितोनं धातोः इत्यनेन व्युत्पन्नं नकारमेव पश्यति अलालन्. मोनो धातोः सूत्रम् अलालन् इति रूपं दृष्ट्वा किमपि न करोति. तदपि प्रथमं संयोगान्तस्य लोपः सूत्रमागत्य बकारलोपः करोति, ततः अलालम् इति रूपमस्ति. अत्र समये नैमित्तिकस्य अपायं न कुर्मः चेत् मोनो धातोः इति सूत्रम् आगच्छति. तदपि त्रिपाद्यां पूर्व त्रिपादसूत्रमस्ति. ततः तद् नश्च पदान्तस्य जलि अनुस्वरस्य सवर्ण अत्र नकार न पश्यति. यदि कार्यं नश्चापदान्तस्य जलि अनुस्वारस्य ऐ परसवर्णः इत्यनेन कृतं तद् कार्यं मोनोधातोः न पश्यति, तादृशम् अवगन्तव्यम्. ततः केवलम् अलालने रूपं निष्पन्नं भवति. अतः तद् किमपि न करोति. मोनोधातोः दृष्ट्या तु अलालन् इत्येव अस्ति, अतः तस्य कार्यं मम कार्यं तु अत्र नास्ति इति कृत्वा तद् मोनोधातोः तत्र किमपि कार्यं न करोति. समीचीनम्. अग्रे भगिनि. अतः कया अपि दृष्ट्या अनुस्वरादेशः च मकारादेशः च न भवतः. अततः अततो गत्वा क्रमः अयमेव. तदेव वयं चर्चितवन्तः. केवलं अकार अनुस्वर न आगच्छति, परसवर्ण न आगच्छति. ततः लभि लभि योगः लभि लब् भवति. इति तो नुम् धातोः इति सूत्रेण नुमागम आगच्छति. नुमागम अन्त्य अच्वर्णात् आगच्छति. लम्ब् यङ् लोके यत्र द्युत्तं भवति लम्ब् तकार अस्ति चेत् तकारलोपः हल्लाभ्यो दीर्घातेन अलालम्ब् संयोगान्तस्य लोपेन अलालन् कार्यद्वयं न भवति. संयोगान्तस्य लोपः इदानीम् अलालन् इति अस्ति, अतः नश्चापदान्तस्य जलि इत्यस्य अवसरः एव नास्ति. इदित् धातुः अस्ति चेत् किञ्चित् अवधानम् अपेक्षितमेव. लभि इति इदित् धातुः, अत्र एव अतः एव कार्यं नुम् आगमः सर्वं कार्यं भवति. अस्तु महोदय, भवान् एव पुनः केचन वैयाकरणाः केचन वैयाकरणाः निमित्तस्य अपाये नैमित्तिकस्यापि अपायः इति न मन्यन्ते, यतोहि अयं न न्यायः न वा परिभाषा. काशिकान्यासे पदमञ्जर्यां च श्वोः षूडनासिके च इत्यस्य व्याख्याने तथा उच्यते. एवं दृष्ट्या वक्तव्यं चेत् अकृतव्यूहाः पाणिनीयाः इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम् इत्यस्मात् लङ्लकारे प्रथमपुरुषे एकवचने बकारस्य नशिष्यमाणत्वात् नश्चापदान्तस्य जलि अपि च अनुस्वारस्य परसवर्ण इत्याभ्यां कार्यं न साधनीयमेव. तथा सति प्रक्रिया एवम्. अत्र निमित्तस्य अपाये नैमित्तिकस्य अपाये इति एतत्तु परिभाषा अपि नास्ति, न्यायः अपि नास्ति इति काशिकायां काशिकान्यासे व्याख्याने उक्तमस्ति. अकृतव्यूहाः पाणिनीयाः किमस्ति भगिनी अत्र अकृतव्यूहाः? तद् एक परिभाषा अस्ति महोदय, यत्र यत् अकृतव्यूहाः पाणिनीयाः इति यत्र वदति यत् नशिष्यमाणं निमित्तम् अस्ति चेत् तद् न स्वीकर्तव्यमेव इति. बकारः तु नशिष्यमाणः. नशिष्यमाणः इत्युक्ते यद् प्रत्ययः यद् शिष्यमाणं नशिष्यमाणम् अस्तु. ओ नशिष्यमाणम् अस्तु अस्तु. नाशः भवति इति किल महोदय? नशिष्यमाणः यस्य नाशः भवति. तादृशं निमित्तं न स्वीकर्तव्यमेव. यत्किमपि भवतु, प्रत्ययः इत्येव न, यत्किमपि भवतु वर्णः, अत्र बकारः इति वर्णः निमित्तमस्ति. अस्माकं नश्चापदान्तस्य जलि अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यस्य कृते बकारः एव निमित्तम्. परन्तु वयं तु जानीमः संयोगान्तस्य लोपः इत्यनेन यत्किमपि प्रक्रिया स्वीकुर्मः बकारस्य लोपः अवश्यं भवति इति जानीमः. अतः बकारः इति नशिष्यमाणः निमित्तं तद् न स्वीकर्तव्यमेव. अस्तु, तत्र बकार एव निमित्तमस्ति, तत् गच्छति चेत् अतः अस्तु. अतः नश्चापदान्तस्य जलि अनुस्वारस्य परसवर्णः इत्यस्य कार्यमेव न भवति. तथा सति निमित्तं नास्ति चेत् कार्यं न भवति किल. आम् आम् आम् सत्यं. तथा सति प्रक्रिया एवं लबि लब् इति तोनं दातु इत्यनेन लम्ब् इदानीं नकारः अस्ति, लालम्ब् इदानीं लालम्ब् इति लङ्लकारे तप्रत्ययस्य लोपे सति बकारलोपस्य करिष्यमाणत्वात् निमित्त नशिष्यमाणत्वात् नश्चापदान्तस्य झलि अनुस्वारस्य परसवर्ण इत्यनयोः कार्यं न भवति. अल्लालम्ब् त योग तकार त त इति प्रत्ययः तकारस्य लोपः अलालम्ब् इदानीं संयोगान्तस्य लोप इत्यस्य प्रसक्तिः अलालन् इति रूपम्. अत्र पूर्वत्र असिद्धम् इत्यनेन इत्यत्र शास्त्रासिद्धं कुत्र अस्ति? अस्तु आम् शास्त्रासिद्धम् आम् तत् कार्यमेव न भवति किल. आम् आम् आम् आम् इतः पर्यन्तं निमित्तस्य अपाये नैमित्तिकस्य अपायः इति कुत्रापि न आगच्छति. अकृतव्यूहाः पाणिनीयाः इत्येव आगच्छति पुनः पुनः. अतः तद् परिभाषायाः अर्थः किञ्चित् अवगच्छन्तु, अग्रिमपाठे बहुत्र आगच्छति. समीचीनं अस्ति वा? इतोपि एकम् अस्तु, लब् अभवत् किल, प्रच् इति धातुः. विजया भगिनी करोति वा? पा प्रच् पृच् इति धातुः, पा प्रच् इति अस्ति. तत्र एतदपि द्वित्वं भवति खलु भगिनी, द्वित्वं भूत्वा. परन्तु तत्र पाप्रच् इति लिट्ट लिट् भगिनि, न न न यङ्ग् लुकि भगिनि, यङ्ग् लुक् आम् आम् आम् यङ्ग् लुकि अपि सन्नन्त अस्तु. आम् आम् प्रच् इति पाप्रच् दुः दो दुः न न भवती प्रक्रिया न उक्तवती किल, अप्राप्रच् योगः तक् त प्रत्ययः किं रूपं किम् आगच्छति? प्रच् इति अस्ति प्रथमं, अनन्तरं तस्य तत्र न न न न यद् महोदयेन तद् लिखितं किल तत्र पाप्रच् इति, तदेव स्वीकरोतु. यङ्ग्लुकी प्रक्रिया भिन्ना, यद् वयं जुहोत्यादिगणे कृतवन्तः तादृशम् अत्र न भवति. अतः पाप्रच् अपाप्रच् योगः त प्रत्ययः इति स्वीकरोतु. चकारान्तधातुः अस्ति, अतः किं कार्यं भवति? चोहो कुहु इति सूत्रेण तत्र चकारस्य स्थाने जकारः भवति. अनन्तरं जलां जशन्ते इति सूत्रेण जकारस्य जलां जशन्ते इति सूत्रेण एव जकारः आगच्छति खलु भगिनि? न न चोहो कुहु इति सामान्यसूत्रं, तत् सूत्रं प्रबाद्य एकः विशेषः सूत्रं वयं दृष्टवन्तः. किं तद्? चषांशः खलु, तदेव तदेव ब्रश्य ब्रश्य इति सूत्रं सम्यक्. येन किं भवति? शकारादेशः, शकारादेशः भवति. शकारस्य स्थाने तत्र नूतनशकरसस्थाने सम्यक् जष्ट्वा जष्ट्वं भूत्वा तत्र अन्य अन्तिम एव चत्वं भवति खलु भगिनि प्रथमं जष्ट्वं भूत्वा शकारस्य डकारः भवति भगिनि तृतीयवर्णः भवति अनन्तरं चत्वं वा अवसाने अनन्तरं चत्वं करिच इति सूत्रेण तत्र न न करिच नास्ति करिच इत्युक्ते करिच पदान्त अपदान्ते एव वा अवसाने एव पदान्ते अवसानं नास्ति इति कृत्वा वा अवसाने करिच इत्यस्य निमित्तम् आवश्यकं किल करिपरे एव तस्य कार्यम् अत्र किमपि कर्वर्णः नास्ति किल सम्यक् अपाप्रट् चत्वं भूत्वा वावसाने इति सूत्रेण चत्वं भूत्वा प्रथमवर्णः आगच्छति पा प्रट् इति अस्ति अस्ति तत्र यद् अपाप्रच् इति अस्ति तत्र अल्पप्राणचकारः महाप्राणचकारः अस्ति द्वयोः स्थाने षत्व ष मूर्धन्यषकारः आदेशः भवति किमर्थम् इत्युक्ते सूत्रे एव दत्तमस्ति इच् च षः इति अतः द्वयोः स्थाने षकारादेशः तदपि मुख्यबिन्दुः अस्ति तदपि स्मर्तव्यं सर्वदा दुः इति करोतु भगिनि भवता एतत् सूत्रम् उक्तं खलु भगिनि तत्र ब्रश्च ब्रश्च वा न ब्रश्च नास्ति एतत् मया उक्तं भवता एतत् किमपि सूत्रम् उक्तम् अत्र शकारस्य स्थाने दशांशः इति तदेव खलु अस्तु अस्तु अन्तिम अन्तिमरूप अन्तिम पदम् उक्तं भवता खलु अस्तु अनन्तरं दुःख इति अस्ति बृहत्सूत्रं खलु भगिनि वृक्ष वृक्ष बृज अन्तिमरूपं भवता अस्तु दुःख इति अस्ति तत्र गुणः भूत्वा दो दुः इति अस्ति गुणः किं सूत्रेण तत्र गुणः नास्ति भगिनि दो दुः इति यङ्लुगन्तरूपं यङ्लुगन्तधातुः दो दुः ओ अस्तु अस्तु इदानीं गुणः करोतु अधो दुः योगः तप्रत्ययः अधो दुः इति तप्रत्ययः अस्ति अल्ग्य अल्ग्याभ्यो इति सूत्रेण तत्कारस्य लोपः भवति अनन्तरम् अधो दुः इति एव अस्ति अनन्तरं तत्र अकारपदायां लघु इक्वर्णः अधो दुःख अस्तु गुणः भवति उपदायां लघु इक्वर्णः अतः तत्र गुणः भूत्वा अधो दुःख इति भवति खलु भगिनि सम्यक् अधो दोः योगः अधो दोः ओकारः भवति अधो दोः इति अनन्तरं तत्र हकारस्य स्थाने जलं जषन्ते इति सूत्रेण तस्मात् पूर्वं भगिनि किं भगिनि हकारादि हकारान्तदातुः दादेर् धातोर् धातु इति सूत्रेण तत्र इति सूत्रेण तत्र तकारस्य लोपः भवति खलु भगिनि इत्यनेन हकारस्य स्थाने गकारः चतुर्थवर्णः भवति अतः तत्र अधो दोग् इति भवति चतुर्थ कावर्ग आगच्छति अतो दोग् इति अनन्तरं तत्र अन्यत् एकं कार्यमस्ति अधो दोक् इति भवति खलु भगिनि तस्मात् अनन्तरम् एकं कार्यमस्ति अधो दोग् इति अस्ति तत्र यदा अन्ते पश्यति चेत् जषन्तधातुः अस्ति अतः तत्र त्री जलोर् इति अस्ति चेत् तस्मात् पूर्वम् जलाङ्गे सर्वदा अन्तिमं बश् भावः एकाचो बशो बश् तृतीयवर्णः स्थाने चतुर्थवर्णः आगच्छति सम्यक् सम्यक् अतः तत्र अधोदोद् इति भवति इदानीं करोतु इदानीं जलं जषन्ते इति सूत्रेण जलं जषन्ते इति सूत्रेण अधोदोद् इति भवति अनन्तरं चत्वं भूत्वा अधोदोत् इति भवति सम्यक् अधोदोग् अधोदोक् इति रूपद्वयं सम्यक् धन्यवादः भगिनी अरुणा भगिनी करोति वा एकम् एकमेव कृत्वा समापयामः मघि मघे धातुः मम्वाङ्ग् इति यङ् रूपमस्ति संयोगान्तस्य लोपः सुदेन मम्मग् एव आदिश्यते भगिनि मग् अस्ति अमामन् इति किल अमामन् ककारलोपः भवती एव कृतवती किल इदानीं संयोगान्तस्य लोपः अमामन् अमामन् एव अस्ति अत्र ककारलोपः भवति कार्यमेव नास्ति केवलम् अमामन् एव रूपं सम्यक् सिपि अपि अग्रिममपि करोति वा अग्रिममपि सकारपरे अपि समानकार्यमेव व्रश्च इति करोति वा तदपि सम्यक् सरलमेव वा व्रश्च अत्र अत्रापि संयोगात् सूत्रेण चकारलोपपति वा व्रस् अस्ति अन्यसूत्रमस्ति भगिनि किञ्चित् चिन्तयतु तत्रैव वृक्ष वृक्ष इति कार्यं करोति वा भगिनि तस्मात् पूर्वम् एकं कार्यमस्ति स्कोः संयोगाद्योरन्ते सम्यक् तदेव तस्य एव कार्यं तेन तत् पूर्वं सकारः आसीत् इदानीं षकारः जातः चकारस्य कारणेन इति कृत्वा स्कोः संयोगाद्योरन्तेश्च इत्यनेन तस्य लोपः भवति इदानीं रूपम् अवगतं तत्र मूले सकार आसीत् खलु व्रस् व्रश्च इति आसीत् अनन्तरं तत्र च्युत्वम् अभवत् तत्र व्रश्च इति अभवत् अतः मूले सकार एव अस्ति अतः सकारस्य लोपः भवति खलु भगिनि तदेव खलु आं तदेव तदेव आम् अतः इदानीम् अनन्तरम् एव व्रश्च व्रश्च इति सूत्रं कार्यं करोति अतः तत्र व्रश् इति भवति योगः ति अनन्तरं स्टोन् स्टुना स्टुः इति सूत्रेण तत्र तृतीय न पुनः स्टुना स्टुः न आगच्छति तद् तु वयं स्थापितवन्तः किल पुनः न आगच्छति अधुना भगिनि अवगच्छति वा पदं कार्यमपि न अवगतं भगिनि वावृश्च न अवावरश्च योगः तप्रत्ययः इदानीं तकारस्य लोपः जातः अतः पदं जातम् अवावरश्च इति इदानीं स्कोः संयोगाद्योरन्ते च इत्यनेन ताळव्यशकारस्य लोपः अवावृच् इति अस्ति इदानीं व्रश्च भ्रश्च इत्यनेन चकार अपवादमस्ति अत्य तस्य संयोगान्तस्य लोपः इत्यस्य अपवादः अस्ति यत्र सकारः अस्ति चेत् संयोगः अस्ति चेत् अन्ते सकारस्य एव लोपः भवति स्कोः संयोगान्तेः इति सकारककारयोः एव लोपः भवति इति अस्ति खलु सूत्र अपवादसूत्रमस्ति अतः सकारस्य लोपः ओके सकारलोपः भवति अवगतं किल इदानीं व्रश्च भ्रश्च इत्यनेन मूर्धन्यषकार आदेशः भवति चकारस्य स्थाने अवावृश् इति भवति अनन्तरं वदति वा किं भवति इति अवावृश् षकारस्थाने डकार आगच्छति जलं वावस्थाने जलं दशोदे तावदेव आं तावदेव अवावृड् अवावृट् इति रूपद्वयम् तत्र यत्र यत्र संयोगः अस्ति पदस्य अन्ते तत्र सकारः प्रथमवर्णः अस्ति चेत् तस्य लोपः एव भवति. संयोगान्तस्य लोपः इत्यस्य अपवादः. सकारककार कोः संयोगाद्योरन्ते च इति. धन्यवादः. ब्रश्च ब्रश्च पर्यन्तं कृतवन्तः, प्रायः अग्रिमसप्ताहे समापयामः इति चिन्तयामि, पश्यामः. अस्तु, धन्यवादः भगिनि. धन्यवादः. धन्यवादः भगिनि. शुभदिनं. धन्यवादः.